पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 96 सुबाहुरुवाच कीदृशै कर्माभिप्रेत्य गच्छन्ति नरकं नराः स्वर्गं तु कीदृशै प्रेत्य तन्मे त्वं वक्तुमर्हसि जैमिनिरुवाच ब्राह्मण्यं पुण्यमुत्सृज्य यद्विचा लोभमोहिताः कुकर्माण्युपजीवन्ति ते वै निरयगामिनः नास्तिका भिन्नमर्यादा कन्दर्पविषयोन्मुखाः दाम्भिकाश्च कृधघ्नाश्च ते वै निरयगामिनः ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनं ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः पुरुषा पिशुनाश्चैव मानिनो नृतवादिनः असम्बद्धप्रलापाश्च ते वै निरयगामिनः ये परस्वापहर्तारपरदूषणसूचकाः परस्त्रीगामिनो ये च ते वै निरयगामिनः प्राणिनां प्राणहिंसायां ये नरा निरदाः सदा परनिन्दारदा ये वै ते वै निरयगामिनः सुकूपानां तडागानां प्रपानां च परं तप सरसां चैव भेत्तारो नरा निरयगामिनः विपर्यस्यन्ति ये दारान् शिशून् भृत्यातिथींस्तद्धा उत्सन्न पितृदेवेज्या नरा निरयगामिनः प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः सखीनां दूषकाश्चैव ते वै निरयगामिनः आद्यं पुरुषमीशानं सर्वलोकमहेश्वरं न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः प्रयाजानां महानां च कन्यानां सुहृदां तथा साधूनां च गुरूणां च दूषका निरयगामिनः काष्ठैर्वा शङ्कुभिर्वापि शून्यरश्मभिरेव वा ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः सर्वभूतेष्वविश्वस्था कामेनार्तास्तथैव च सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः आकदान् भोजनार्थं तु ब्राह्मणान् वृत्तिकर्षितान् प्रतिषेधं च कुर्वन्ति ते वै निरयगामिनः क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः आशाच्छेदं प्रकुर्वन्ति ते वै निरयगामिनः शस्त्राणां चैव कर्तारशल्यानां धनुषां तथा विक्रेतारश्च राजेन्द्र नरा निरयगामिनः अनाथं विक्लवं दीनं रोगार्तं वृद्धमेव च नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः नियमान् पूर्वमादाय ये पश्चादचितेन्द्रियाः अधिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः इत्येते कथिता राजन्नरा निरयगामिनः स्वर्गलोकस्य गन्तारो ये जनास्तान्निबोध मे सत्येन तपसा क्षान्त्या दानेनाध्ययनेन च ये धर्ममनुवर्तन्ते ते नरा स्वर्गगामिनः ये च होमपराध्यानदेवतार्चनतत्पराः आददाना महात्मानस्ते नरा स्वर्गगामिनः शुचयश्च शुचौ देशे वासुदेवपरायणाः पठन्ति विष्णुं गायन्ति ते नरा स्वर्गगामिनः मातापित्रोश्च शुश्रूषां ये कुर्वन्ति सदा धृताः वर्जयन्ति दिवास्वप्नं ते नरा स्वर्गगामिनः सर्वहिंसान्निवृत्ताश्च साधु सङ्गाश्च ये नराः सर्वस्यापि हिते युक्तास्ते नरा स्वर्गगामिनः सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः सर्वस्याश्रयभूताश्च ते नरा स्वर्गगामिनः शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः प्रतिग्रहनिवृत्ता ये ते नरा स्वर्गगामिनः सहस्रपरिवेष्टारस्तथैव च सहस्रदाः त्रातारश्च सहस्राणां ते नरा स्वर्गगामिनः भयात् पापात् तपाच्चोगात् दारिद्र्यव्याधिकर्षितान् विमुञ्चन्ति च ये जादुंस्ते नरा स्वर्गगामिनः आत्मस्वरूपवन्तश्च यौवनस्थाश्च भारत ये वै जितेन्द्रियाधीरास्ते नरा स्वर्गगामिनः सुवर्णस्य जदातारोगवां भूमेश्च भारत अन्नानां वासां चैव ते नरा स्वर्गगामिनः ये याचिता प्रहृष्यन्ति प्रियं दत्त्वा वदन्ति च त्यक्तदानफलेच्छाच्च ते नरा स्वर्गगामिनः निवेशनानां धान्यानां नराणां च परन्तप स्वयमुत्पात्य दादारः पुरुषाः स्वर्गगामिनः द्विषदामपि ये दोषान्न वदन्ति कदाचन कीर्तयन्ति गुणान्ये च ते नरा स्वर्गगामिनः ये परेषां श्रियं दृष्ट्वा न विदप्यन्ति मत्सराद प्रहृष्टाश्चाभिनन्दन्ति ते नरा स्वर्गगामिनः प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च आचरन्ति महात्मानस्ते नरा स्वर्गगामिनः ये नराणां वजो वक्तुं न जानन्ति च विप्रियं प्रियवाक्यैकविज्ञातास्ते नरा स्वर्गगामिनः ये नामभागान् कुर्वन्ति क्षुत्तृष्णा श्रमपीडिताः हन्धकारस्य कर्तारस्ते नरा स्वर्गगामिनः वापीकूपतडागानां प्रपानां चैव वेश्मनाम् आरामाणां च कर्तारस्ते नरा स्वर्गगामिनः असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि रिपुष्वपि हिता ये च ते नरा स्वर्गगामिनः यस्मिन् कस्मिन् कुले जादा बहुपुत्राशदायुषः सानुक्रोशा सदाचारास्ते नरा स्वर्गगामिनः कुर्वन्त्यवध्यं दिवसं धर्मेणैकेन सर्वदा व्रतं गृह्णन्ति ये नित्यं ते नरा स्वर्गगामिनः आक्रोशं तं स्तुवं तं च तुल्यं पश्यन्ति ये नराः शान्तात्मनो जिदात्मानस्ते नरा स्वर्गगामिनः ये चापि भयसन्त्रस्थान् ब्राह्मणांश्च तथा स्त्रियः साधान्वा परिरक्षन्ति ते नरा स्वर्गगामिनः गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः पितृपिण्डप्रदातारस्ते नरा स्वर्गगामिनः न वशे चेन्द्रियाणां च ये नरा संयमस्थिताः त्यक्तलोभभयक्रोधास्ते नरा स्वर्गगामिनः युकामत्कुणदंशादिन्ये जन्तूंस्तु दतस्तनुम् पुत्रवत्परिरक्षन्ति ते नरा स्वर्गगामिनः अज्ञानाच्च यथोक्तेन विधिना सञ्चयन्ति च सर्वध्वं द्वं सहा लोके ते नरा स्वर्गगामिनः ये पूता परदारांश्च कर्मणा मनसा गिरा रमयन्ति न सत्त्वस्तास्ते नरा स्वर्गगामिनः निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च आत्मशक्तिं विजानन्ति ते नरा स्वर्गगामिनः एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव दुर्गति सद्गतिश्चैव प्राप्यते कर्मभिर्यथा नरः परेषां प्रतिकूलमाचरन् प्रयाति घोरं नरकं सुदारुणं सदानुकूलस्य नरस्य जीविनः सुखावः मुक्तिरदूरसंस्थिता इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरिते षण्णवतितमोऽध्यायः ॐ